एवं वा, अस्तु एकनिमिषः, स्टोरेज् प्राब्लम् अस्ति वा? This is the problem you gave me as well, Mohdiya, yesterday. परन्तु तत्र ध्वनिमुद्रणम् अभवत् वा? I was able to record after that, yes. Let me try. It gives the message, there's nothing to delete. अस्तु तर्हि गतरविवासरे अस्माभिः किं पठितं? हलन्तधातवः अदादिगणे, तत्र निज् धातुः समाप्तः, मृज् धातुः समाप्तः, इदानीम् ईड् धातुः इति अस्ति, डकारान्त ईड् धातुः. अत्र ईड् धातु मध्ये एक नूतनम् अस्ति, ईड् धातुः अस्ति, तत्र नूतनमेकं सूत्रमस्ति. किमस्ति? ईड् जनोर्ध्वे च, ईड् जनोर्ध्वे च इति एकं सूत्रमस्ति. तस्मात् पूर्वमेकं सूत्रमस्ति ईशः से ईड् जनोर्ध्वे आहत्य सूत्रद्वयमस्ति. तत् तस्य सूत्रद्वयस्य किं महत्त्वमस्ति? सार्वधातुकप्रकरणे एभ्याम् आभ्याम् एव सूत्राभ्याम् इडागमः भवति, अन्यथा सर्वत्र सार्वधातुकप्रकरणे एव इडागमः भवति. परन्तु ईड् जनोर्ध्वे ईशः से सूत्राभ्यां सार्वधातुकप्रकरणे अपि इडागमः भवति. तर्हि सूत्रं किं वदति? ईशः ईड् जनोः अङ्गात् सार्वधातुकस्य से द्वे च ईट् नाम ईश् धातु, ईश् धातु, ईड् धातु, जन् धातु, ईश् धातु, ईड् धातु, जन् धातु, तेषाम् अङ्गम् अस्ति चेत् तस्य अनन्तरं यदि सार्वधातुक से प्रत्यय, सार्वधातुक द्वे प्रत्ययः स्तः चेत् तयोः प्रत्ययोः इडागमः भवति इति अस्ति. ईड् जनोर्ध्वे, ईड् जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकसंज्ञकस्य से च द्वे शब्दस्य च इडागमः भवति इति अस्ति. तर्हि सामान्यतया आर्धातुकस्येडवलादेः इति सूत्रेण आर्धातुकस्य प्रत्ययस्य एव इडागमः भवति. परन्तु अनेन सूत्रेण ईश् ईड् जन् धातु ईश् ईड् जन् धातुभ्यः सार्वधातुकप्रत्यय से द्वे तस्य अपि इडागमः भवति. इदानीं प्रश्नः आगच्छति, से द्वे इत्युक्तं किम्? से द्वे अनेन कथनेन तेषां प्रत्ययानां ग्रहणं भवति इति अस्ति. तर्हि एक अस्ति लट् लकारस्य से प्रत्ययः, आत्मनेपदी से, मध्यमपुरुषे एकवचनम्, ईड् योगः से, तत्र ईड् योगः इट् योगः से भवति, रूपं भवति इडिशे. तदनन्तरं लट् लकारस्य द्वे प्रत्ययः अस्ति, मध्यमपुरुषः बहुवचनम्, ईड् योगः द्वे, तस्य रूपं भवति इडिद्वे. तदनन्तरं लोट् लकारस्य स्वप्रत्ययः अस्ति, मध्यमपुरुषे एकवचनम्, ईड् योगः स्व, इडिष्व. तदनन्तरं लोट् लकारस्य ईड् प्रत्ययस्य लोट् लकारस्य मध्यमपुरुष बहुवचनस्य ध्वं प्रत्ययः अस्ति इडिध्वम्. परन्तु लङ् लकारस्य ध्वं प्रत्ययस्य इडागमः न भवति. तर्हि प्रश्नाः सन्ति खलु, यदि अनेन सूत्रेण से इत्यस्य आगमः अस्ति तर्हि लोटि स्व इत्यस्य इडागमः किमर्थम् इति प्रथमप्रश्नः. द्वितीयप्रश्नः, यदि अनेन सूत्रेण द्वे इत्यस्य इडागमः भवति तर्हि लोटि ध्वम् इत्यस्य इडागमः किमर्थम्? सूत्रे तु द्वे लिखितमस्ति, परन्तु लोट् लकारस्य ध्वं तस्य अपि ग्रहणं कथं भवति? तृतीयप्रश्नः अस्ति, यदि लोटि कथञ्चित् ध्वम् इत्यस्य इडागमः भवति तर्हि लङ्गी ध्वम् इत्यस्य इडागमः किमर्थं न भवति? अस्तु, तर्हि लोटि ध्वं तस्य ग्रहणं भवति, परन्तु लङ्गी अपि ध्वम् अस्ति, तस्य ग्रहणं किमर्थं न भवति इति प्रश्नत्रयम् अस्ति. तस्य एतेषां परिहारार्थं सम्बद्धसिद्धसिङ्गप्रत्ययाः कथं निष्पन्नाः इति स्मरणीयाः. तस्य एतेषां प्रश्नानां उत्तराय किं करणीयम्? एते प्रत्ययाः कथं निष्पद्यन्ते मूलतिङ्गप्रत्ययेभ्यः, तत् अस्माभिः एकवारं द्रष्टव्यम्. तेन वयं ज्ञातुं शक्नुमः कस्य प्रत्ययस्य ग्रहणं करणीयम् अनेन सूत्रेण. अस्तु, तर्हि मदन महोदय पठतु. कुतः पठति? आत्मनेपदी धातूनां मूलतिङ्गप्रत्ययः इति. आस्मैपदी धातूनां मूलतिङ्प्रत्ययः ता आतां च तास् आतां द्वम् ईद् वहि महि तास् लटि से लोटि स्व तास् तासः से इत्यनेन तित् लकारस्य तास् स्थाने से आदेशः लटि से लोट् लकारे सवाप्यां वामौ इत्यनेन सकारात् परस्य एकारस्य वा आदेशः लोटि स्वे स्व परिपश्यतु एक थासः से इति सूत्रं किमस्ति अस्माभिः बहु पूर्वम् इति पठितं तर्हि एकवारं सूत्रं पठतु थासः से स्वाभ्यां वामौ सूत्राभ्यां पठतु सूत्रयोः सूत्राणि सूत्रे तासः से तित् लकारस्य तास् स्थाने से आदेशो भवति तास अनुवर्तिसहितसूत्रं तित्तः लस्य तासः से तासः से इति सूत्रं वदति तास् स्थाने से आदेशः भवति इति नाम अतः मध्यपुरुषे तितः लस्य तासः से तर्हि तितः लस्य नाम तित् लकारस्य थास् प्रत्ययस्य स्थाने से नाम लट् लकारे थास् प्रत्ययः लोट् लकारे थास् प्रत्ययः अस्ति तस्य स्थाने से भवति अतः आत्मनेपदी लट् मध्यमपुरुष एकवचने से भवति लोटि अपि से भवति परन्तु लोट् कृते अग्रे अपि एकं सूत्रमस्ति सवाभ्यां वामौ पठतु स्वाभ्यां वामौ लोट् लकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशो भवति आमेतः इत्यस्य अपवादः चष वश तयोरितरेतर द्वन्द्वः सवौ ताभ्यां सवाभ्यां वश्च अं च तयोर् इतरेतो द्वन्द्वः वामौ स्वाभ्यां पञ्चम्यन्तं वामौ प्रथमान्तं द्विपदं सूत्रम् इदं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आमेतः इत्यस्मात् एतः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य स्वाभ्यां एतः वामौ लोट् लकारस्य सकारात् वकारात् इकारात् कः क्रमेण वा अम् इत्यनयोः आदेशः भवति सकारात् वा आदेश सकारात् वकारात् च एकमस्ति एकार भिन्नम् अस्ति सकारात् वकारात् व भवति एकारात् अम् भवति एकारस्य अम् भवति तर्हि किमस्ति पठतु आमेतः इति सूत्रमस्ति पूर्वसूत्रं तस्मात् एतः इति पदस्य अनुवृत्तिः भवति तर्हि सवाभ्याम् एतः वामौ इति अस्ति तत्र लस्य तु अधिकारः अस्ति लोटो लङ्वतः लोट् इति पदस्य अनुवृत्तिः भवति तर्हि लोटः लस्य सवाभ्याम् एतः वामौ नाम लोट् लकारस्य सकारवकारयोः अतः सवाभ्याम् अपि च एतः नाम एकारस्य स्थाने क्रमशः वकारः नाम सकारवकारस्थाने वकारः एकारस्य स्थाने अम् इति भवति अतः पश्यतु थासः से इति सूत्रेण प्रथमः तु लट् लकारे अपि च लोट् लकारे उभयोः उभयत्र से स्थाने थास्थाने से भवति से से लोट् लकारे अग्रे इदानीम् इतोपि अग्रे गन्तव्यं इतोपि अग्रे गन्तव्यं तत्र एकारः अस्ति खलु से मध्ये क्षम्यतां मया किम् उक्तम् न क्षम्यतां सवाभ्यां वामौ इति सूत्रं किम् अस्ति क्षम्यताम् अहं दोषं कृतं मया दोषः कृतः लोटः लकारस्य सकारात् वकारात् च एकारस्य अस्तु आमेतः इति सूत्रात् एतः तस्य अनुवृत्तिः भवति एतः योगः ए तर्हि सूत्रं किं वदति, लोटः लस्य सवाभ्याम् एतः वामो, अत्र सवाभ्याम् इति पञ्चम्यन्तम् अस्ति, एतः षष्ठ्यन्तम् अस्ति, तर्हि लोट् लकारे सकारानन्तरं यः एकारः अस्ति तस्य स्थाने वकारः, वकारानन्तरं यः एकः एतः अस्ति तस्य स्थाने अम् इति। लोटः लस्य, लोट् लकारस्य सवाभ्यां सकारात् अथवा वकारात्, सकारान्तरम् अथवा वकारान्तरं यः एतः अस्ति नाम एकारः अस्ति तस्य स्थाने क्रमशः वकारः अथवा अम्, नाम सकारयोगः एकारः अस्ति चेत् एकारस्य स्थाने व, वकारयोगः एकारः अस्ति चेत् तस्य एकारस्य स्थाने अम् इति अस्ति। अतः थासः से मध्ये से भवति लोट् लकारे, तत्र स योगः ए अस्ति खलु, तर्हि ए स्थाने किं भवति, सकारानन्तरम् ए अस्ति चेत् किं भवति, सकार व व इति भवति, अतः तस्य स ए स व ए इति भवति, स्व इति भवति, अतः लोट् लकारे स्वप्रत्यय, लट् लकारे से प्रत्यय। तर्हि इदानीं पश्यतु उभयत्र नाम उभयत्र लट् अपि लोट् अपि, लट् मध्ये तु साक्षात् से अस्ति, लोट् मध्ये अपि यः स्व अस्ति तत् सः स्वप्रत्ययः से इत्यतः एव आगच्छति खलु, से इत्यतः एव आगच्छति खलु, अतः अतः ईड् जनोर् द्वे इति सूत्रे स्व तस्य अपि ग्रहणं भवति, यतोहि स्व तस्य निर्माण से इत्यतः एव भवति, लट् लकारस्य से तु साक्षात् से अस्ति, लोट् लकारस्य स्व तु वस्तुतः प्रथमे से आसीत् सवाभ्यां वामो इति सूत्रेण तस्य स्व भवति, अतः से इत्यनेन सूत्रे ईड् जनोर् द्वे इति सूत्रे इह से लिखितमस्ति, तेन से प्रत्ययेन लट् लकारस्य से अपि च लोट् लकारस्य स्व उभयोः ग्रहणं भवति। एतावत्पर्यन्तम् अवगच्छन्ति वा सर्वे? आम् महोदय। तथैव ध्वमपि, तथैव ध्वमपि पठतु महोदय, अत्र ध्वम् महोदय न अवगतं महोदय, मया न अवगतं, तास् से इति तास् स्थाने से भवति, लट्लकारेषु लट्लकारे न केवलं लट् कोऽपि टित् लकारः अस्ति चेत्, तर्हि लट् मध्ये अपि से भवति, लोट् मध्ये अपि था स्थाने प्रथमं से भवति, लोट् मध्ये अग्रे अपि इदानीमपि इतोपि अग्रे सवाभ्यां वामौ इति सूत्रेण यः से भवति तस्य अग्रे स्व भवति, सवाभ्यां वामौ इति सूत्रेण अव भवति स्व भवति, ए स्थाने व भवति खलु, ये स्थाने व भवति, सकार तत्र तिष्ठति, स स्व भवति, आम् तर्हि स्व भवति। इदानीं पश्यतु एषः यः स्वप्रत्ययः अस्ति तत् वस्तुतः प्रथमतया से आसीत् खलु, तत्र से मध्ये सवाभ्यां वामौ इति आगत्य स्व करोति खलु, आम् अतः ईड् जनोर् द्वे इति सूत्रे यद्यपि सूत्रे केवलं से लिखितमस्ति परन्तु से प्रत्ययस्य ग्रहणेन प्रत्ययेन स्व इत्यस्य अपि ग्रहणं करणीयम्, यतोहि स्वप्रत्ययः से इत्यतः एव आगच्छति खलु, तदेव अस्ति, तदेव अस्ति यत् ईड् जनोर् द्वे इति सूत्रे यत् से लिखितमस्ति तत् से इत्यनेन कस्य कस्य ग्रहणं भवति, लट् लकारस्य आत्मनेपदी से प्रत्ययः, अपि च लोट् लकारस्य आत्मनेपदी मध्यमपुरुष स्वप्रत्ययः इति। किमर्थमिति चेत् स्व स्व इति से प्रत्ययात् प्रत्ययात् आगच्छति स्वाभ्यां वामौ इति सूत्रे, अवगच्छन्ति वा इदानीं पर्यन्तं? इदानीम् अवगच्छामि। अस्तु तर्हि इदानीं मदर् महोदय अग्रे पठतु लङ्गी ध्वम्। न समीचीनं ध्वं लटि द्वे ध्वं लटि द्वे लोटि ध्वं लटि द्वे सूत्रे एव अस्ति द्वे अस्ति इत्यनेन आगच्छति द्वं तितः आत्मेपदेन तेरे इत्यनेन तित् लकाराणाम् आत्मपदे संज्ञाकानां प्रत्ययानां ति भागस्य स्थाने एकारः आदेशः लटि द्वे स्वाभ्यां वामौ इत्यनेन लोट् लकारस्य एकारस्य स्थाने अम् आदेशः द्वम् तर्हि टित् आत्मनेपदानां तेरे सूत्रमस्ति खलु कृतं किं वदति टित् लकारः अस्ति आत्मनेपदः अस्ति चेत् तस्य टि भागस्य ए भवति टि भाग इत्युक्ते किं कोऽपि अवगच्छति वा कोऽपि स्मरति वा प्रथम अन्य अन्तिम अक्षरणात् स्वर स्वरात् हल् हल् इति अनन्तरं हल् अस्ति चेत् तद् भागः तिष्ठति टि अस्ति टि अस्ति अन्तिम अच् अन्तिम अच् इति आरभ्य अन्तपर्यन्तं यः भागः अस्ति तस्य संज्ञा अस्ति टि तर्हि टित आत्मनेपदानां टेरे इति सूत्रेण आत्मनेपदेषु टित् लकारेषु टि भागस्य स्थाने ए भवति इति अस्ति खलु अतः पश्यतु ध्वम् इति प्रत्ययः अस्ति खलु ध्वम् इति प्रत्ययः तर्हि लट् लकारे लोट् लकारे टित् अस्ति अतः ध्वं ध्वं मध्ये टि भागः कः अम् अतः अम् स्थाने ए भवति अतः लट् लकारे लोट् लकारे ध्वं तस्य द्वे भवति खलु इदानीम् इतोपि अग्रे लोट् लकारे किं भवति सवाभ्यां वामो तत् ध्वं यः भवति क्षम्यताम् न न न द्वे द्वे यः भवति तस्य किं भवति पुनः ध्वं भवति खलु यतोहि वकारानन्तरम् एकारः अस्ति चेत् एकारस्य अं भवति खलु ध्वमिति प्रत्ययः मूलप्रत्ययः तित आत्मनेपदानां टेरे इति सूत्रेण लट् लकारे लोट् लकारे ध्वं प्रत्यय टि भागस्य ए भूत्वा द्वे भवति तर्हि लट् लकारे तु द्वे एव अन्तिमरूपम् लोट् लकारे इतोपि अग्रे सवाभ्यां वामौ इति सूत्रेण वकारानन्तरं वकारानन्तरं यः एकारः अस्ति तस्य अं भवति अतः ध्वं भवति तर्हि पुनरपि ध्वं भवति हा पुनः ध्वं भवति तर्हि आहत्य उभयत्र लट् मध्ये तु साक्षात् द्वे अस्ति लोट् मध्ये प्रथमतया द्वे एव अस्ति ध्वं भवति तस्य द्वे भवति तस्य पुनः ध्वं भवति तर्हि मध्ये द्वे अस्ति खलु तर्हि द्वे इत्यते द्वे इति प्रत्ययात् एव ध्वं भवति यथा स्व इति प्रत्ययः प्रथमतया से आसीत् से तस्य स्व भवति तथैव लोट् लकारे ध्वम् इति प्रथमतया द्वे आसीत् तस्य ध्वं भवति अतः ईड्जनोर्ध्वे इति सूत्रे यः द्वे अस्ति तेन कस्य कस्य ग्रहणं भवति लट् लकारस्य द्वे प्रत्ययः लोट् लकारस्य ध्वम् इति किमर्थं लोट् लकारस्य ध्वं प्रत्ययः यतोहि साक्षात् द्वे नास्ति परन्तु ध्वं तस्मात् पूर्वं यः सोपानमस्ति तद्द्वे एव आसीत् अतः तस्य अपि ग्रहणं भवति इति अवगच्छन्ति वा इदानीं पर्यन्तं किमर्थं तत् स्वाभ्यां वामु इत्यनेन कुत्र कार्यं करोति लोट् लकार तस्य अनुवृत्तिसहितसूत्रं किं स्वाभ्यां वामौ तत्सूत्रं केवलं लोट् लकारे अस्ति लोट् लकार तर्हि प्रथमप्रश्नस्य प्रश्नकः आसीत् यदि अनेन सूत्रेण स्वे इत्यस्य इडागमः भवति तर्हि लोटि स्व इत्यस्य इडागमः किमर्थम् यतोहि स्व प्रथमतया से एव आसीत् तस्य सवाभ्यां वामो इत्यनेन सूक्ष्म एव परिवर्तनं भवति ए स्थाने व भवति अतः तस्य अपि ग्रहणं द्वितीयप्रश्नः आसीत् यदि अनेन सूत्रेण धे इत्यस्य रागमः भवति तर्हि लोटि ध्वम् इत्यस्य रागमः किमर्थम्? तदपि तदेव, यतोहि ध्वम् प्रथमतया द्वे आसीत्, तत्र अपि सवाभ्यां वामो इति सूत्रेण लघु परिवर्तनं कृत्वा ध्वम् भवति. लघु इत्युक्ते किम्? एक एव अक्षरस्य स्वमध्ये अपि एकारस्य व भवति, ध्वम् मध्ये अपि एकारस्य अम् भवति, एकस्य एव अक्षरस्य यत्र परिवर्तनं भवति तर्हि यत् नूतनरूपं भवति तस्य प्रकृतिः मूलप्रकृतिः इव अस्ति इति एकम् अस्ति अग्रे वार्तिक परिभाषा अस्ति. ततः ध्वं मध्ये ध्वम् अतः द्वे मध्ये ध्वं तस्य अपि ग्रहणं भवति. इदानीम् अन्यः प्रश्नः अस्ति, ध्वमस्ति लोटे तर्हि लङ्गी अपि ध्वं, तस्य किमर्थं न भवति? कोऽपि चिन्तयितुं शक्नोति वा, अग्रे न पठित्वा कोऽपि चिन्तयितुं शक्नोति वा लङ् मध्ये ध्वं यत् अस्ति तस्य ग्रहणं किमर्थं न भवति? तत्र द्वे नास्ति, ध्वम् एव मूलमस्ति. लङ् मध्ये लङ् टित् नास्ति, लङ् मध्ये लङ् टित् नास्ति, लङ् नास्ति, अतः तत्र द्वे न भवति, तत्र मूले ध्वम् अस्ति तदेव ध्वमेव तिष्ठति. लोट् लकारे किमस्ति? ध्वम् अस्ति, तदनन्तरं टित् लकारः अस्ति, अतः टित् आत्मनेपदानां तेरे इत्यनेन प्रथमतया द्वे भवति, तदनन्तरं मध्ये द्वे अस्ति खलु, अतः तस्य ग्रहणं. परन्तु लङ् टित् नास्ति, अतः तस्य मूलप्रत्ययः ध्वं, तद्ध्वमेव तिष्ठति, मध्ये कुत्रापि द्वे न आगच्छति. नास्ति चेत् तस्य ग्रहणं न कर्तुं शक्नुमः. अतः लोट् लकारस्य ध्वं प्रत्ययस्य ग्रहणं भवति ईड् जनोर्ध्वे इति सूत्रे, परन्तु लङ् लकारस्य ध्वं प्रत्ययस्य ग्रहणं न भवति अनेन एव कारणेन. अवगच्छन्ति? तर्हि आहत्य ईड् जनोर्ध्वे इति सूत्रे चतुर्णां प्रत्ययानां ग्रहणं भवति. लट् लकारस्य मध्यमपुरुष एकवचनं से, लट् लकारस्य मध्यमपुरुष बहुवचनं द्वे, लोट् लकारस्य मध्यमपुरुष एकवचनं स्वे, लोट् लकारस्य बहुवचनं मध्यमपुरुष बहुवचनं ध्वम् इति एव चतुर्णां प्रत्ययानामेव ग्रहणं भवति. एतेषां चतुर्णां प्रत्ययानाम् एव इडागमः करणीयः इति. सर्वे आगच्छन्ति? आम् आम् महोदय. तर्हि अग्रे लङ्गी ध्वम् इत्यतः अग्रे पठतु मीना महोदय. लङि ध्वं, ध्वं लङ् ङित् न तु चित्, अतः चित आत्मनेपदानां टेरे इत्यनेन ठि भागस्य एत्वं न भवति, मूलध्वम् एव तिष्ठति. तत् अवगतम्. प्रत्ययानां मूलरूपं प्रकृतिः, परिवर्तितरूपं च विकृतिः, अपि च यत्र व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति मध्येपि मूलं प्रति साधनं विकृतिः, मध्येपि मूलं प्रति साधनं विकृतिः, फलं प्रति च साधनं प्रकृतिः. तत् वाक्यं नाम क्रमः यत् अस्ति खलु, क्रमः व्युत्पत्तिमार्गे यः प्रथमः अस्ति मूल, तत् प्रकृति, तस्य अनन्तरं यः आगच्छति तस्य कृते तत् मूलस्य कृते सः विकृतिः, तद् विकृतिः कृते तत् पूर्वं यत् अस्ति सः प्रकृतिः इति. नाम व्युत्पत्तिमार्गमस्ति खलु, सोपानानि सन्ति, प्रथमसोपान, द्वितीयसोपान, तृतीयसोपानः, तर्हि यत् पूर्वम् आगच्छति तत् प्रकृतिः, कस्य कृते? तस्य अनन्तरं यत् आगच्छति तस्य कृते तत् पूर्वं प्रकृतिः अस्ति खलु, अनन्तरं यः आगच्छति तत् विकृतिः अस्ति इति. नाम ध्वम् अस्ति तस्य द्वे भवति, तस्य पुनः ध्वं भवति खलु, तर्हि मूल अस्ति ध्वं, सः प्रकृति, तत् प्रकृति कृते अन्य अनन्तरं यः द्वे ध्वम् आगच्छतः ते विकृतः सन्ति, विकृतः स्तः. तदनन्तरं मध्ये द्वे अस्ति, सः मध्ये यः द्वे अस्ति सः पूर्वध्वं कृते विकृति परन्तु अनन्तरं यः ध्वम् आगच्छति तस्य कृते प्रपद्यति इति. पूर्वं पूर्वसोपानं प्रभवति, अन्ते अनन्तरं सोपानं विकृति इति. प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम्. यत्र प्रकृतौ कार्यं विधीयते, मूलकार्यं प्रकृतौ कार्यं विधीयते, एकदेशविकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते. एकस्मिन् देशे विकारः भवति चेत् मूलम् इदानीमपि तस्य बीजे अस्ति. छिन्न पुच्छस्व छिन्नपुच्छस्व स्व एव इत्युक्ते डोग् डोग् छिन्नपुच्छ इत्युक्ते छिन्नं छिन्नपुष्पं छिन्नपुच्छ अस्ति चेदपि सः ओ कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः. ओके, किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणं यत्र विकृतौ कार्यं विधीयते विकृतिग्रहणेन प्रकृतेः अग्रहणात् इति परिभाषया प्रकृतौ तत् कार्यं न भवति. तर्हि परिभाषाद्वयम् अस्ति अत्र. एकदेशविकृतस्य अनन्यत्वात् विकृतिग्रहणेन प्रकृतेः अग्रहणात् इति. तर्हि प्रकृतिविकृति किमस्ति इति तु सर्वे जानन्ति इदानीम् इति अवगच्छन्ति इति मन्ये. तर्हि यदि प्रकृति अस्ति, प्रकृतिमध्ये यदि एकदेशः एव विकारः, एकदेशः इत्युक्ते किम्, एकस्मिन्नेव स्थाने विकारः भूत्वा विकृतिः आगच्छति. यथा से अस्ति खलु, से प्रकृतिः अस्ति, तत्र एकारस्य स्थाने व आगत्य स्व भवति. अत्र यः स्वविकृतिः अस्ति तर्हि सः से मध्ये एकस्मिन्नेव स्थले विकारः भूत्वा आगच्छति खलु. एकस्मिन्नेव स्थाने विकारः अस्ति, तर्हि एकस्मिन्नेव स्थाने विकारः भूत्वा यः विकृतिः आगच्छति तस्य नाम एकदेशविकृतिः. सः एकदेशविकृतिः अनन्यवात् अनन्यः अस्ति. अनन्यः इत्युक्ते किम्, अन्यः नास्ति, नाम प्रकृति इव भवति. एकदेशविकृतिः प्रकृतिवत् भवति. अतः प्रकृतिमध्ये यदि सूत्रे किमपि कार्यं लिखितमस्ति तत् कार्यं विकृतिमध्ये अपि भवति. अतः ईड् जनोर्द्वे इति सूत्रे यः द्वे अथवा से मध्ये यत् कार्यं लिखितमस्ति, किं कार्यमस्ति, किं कार्यं लिखितमस्ति न ईड् जनोर्ध्वे इति सूत्रेण इडागमः लिखितमस्ति खलु. स्वे मध्ये द्वे मध्ये नाम से द्वे मध्ये इडागमः करोतु इति सूत्रे लिखितमस्ति, इति सूत्रे विधिः अस्ति. सः विधिः नाम तद् सः इडागमः तस्य एकदेशविकृतिमध्ये अपि भवति. अतः से द्वे मध्ये तु भवति एव, परन्तु से द्वे तयोः यः एकदेशविकृतिस्तः तत्र अपि कार्यं भवति, इडागमः भवति. अतः स्व यः भवति, ध्वं यः भवति, तत्र अपि इडागमः भवति, यतोहि एकदेश एव विकृतिः अस्ति. अवगच्छन्ति खलु? तथैव विपरीतमस्ति, विकृतिग्रहणेन प्रकृतेः ग्रहणं न. विकृतिमध्ये यत् किमपि कार्यं लिखितमस्ति चेत् सः कार्यं प्रकृतिमध्ये न भवति. नाम प्रकृतिमध्ये कार्यं लिखितमस्ति चेत् विकृति भवति, विकृतिमध्ये अपि भवति, परन्तु विकृतिमध्ये कार्यं लिखितमस्ति चेत् प्रकृतिमध्ये न भवति. प्रकृतिमध्ये कार्यं लिखितमस्ति चेत् किमपि कोऽपि विधिः लिखितमस्ति चेत् सः एव विधिः विकृतिमध्ये अपि भवति, विकृति एकदेश अस्ति चेत्. परन्तु विपरीतं न भवति. सूत्रे यदि विकृतिमध्ये किमपि कार्यं लिखितमस्ति चेत् तत् कार्यं प्रकृतिमध्ये न गच्छति इति. अतः सूत्रे द्वे अथवा से नाम से अस्ति खलु, से अस्ति चेत् इडागमः करोतु इति लिखितमस्ति. परन्तु से से इति विकृति अस्ति खलु, तस्य प्रकृति कः अस्ति? से इति प्रकृति महोदय. से अपि कुतः आगच्छति खलु, से कुतः आगच्छति? तर्हि से कृते थास् प्रकृतिः अस्ति खलु, अतः थास् तस्य ग्रहणं न भवति. सूत्रे ईड् जनोर्द्वे इति सूत्रेण यः से इति लिखितमस्ति, से प्रत्ययस्य इडागमः करोतु, तर्हि तत् से इत्यस्य कथनेन थास् इत्यस्य ग्रहणं न भवति. अतः सर्वत्र मध्यमपुरुष एकवचने इडागमः न करणीयः. यत्र कुत्र थास् आगच्छति तत्र इडागमः न करणीयः. केवलं से से तस्य अनन्तरं यः विकृतिः भवति तत्र एव इडागमः करोति. आगच्छन्ति वा? अस्तु, अग्रे पठतु मीना महोदय. यदा कोऽपि परिभाषा विकृतिग्रहणेन प्रकृतेः अग्रहणात् इति न अवगतम्. किं न अवगतम्? एकदेशे विकृतस्य अनन्यत्वात् अवगतम्. एकदेशे से सस्व भवति, तत्र विकृतिग्रहणेन किं न अवगतम्? विकृतिग्रहणेन प्रकृतेः अग्रहणात् विकृतिग्रहणेन विकृतिमध्ये यः किमपि लिखितमस्ति विधिः अस्ति तस्य प्रकृतिमध्ये ग्रहणं न भवति. ईड् जनोर्द्वे इति सूत्रे से मध्ये कार्यं लिखितमस्ति, तत् कार्यं थास् मध्ये न गच्छति. अवगतम्. तदेव यथा यत् भवत्याः ध्वनिः भग्ना भवति मीना महोदय. श्रूयते वा? हा, इदानीं सम्यक्. यथा कोऽपि यदि वदति पुरुषम् पुरुषम् आनय, तर्हि अन्धपुरुषस्य आनयनेनापि कार्यं सिद्धम्. अन्धो वा अनन्दो वा पुरुष एव, किन्तु कोऽपि यदि वदति अन्धम् आनय, तर्हि अन्धः एव आनेतव्यः. सामान्यपुरुषस्य आनयनेन कार्यं न सिद्ध्यति. पुरुषः प्रकृतिः, अन्धः विकृतिः. प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम्. ओ, पुरुषस्य ग्रहणेन अन्धः अपि ग्रहणम्. किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणं. विकृतिः इति अन्धः. अन्धः अन्धः एव अन्धः आनय इति अन्ध एव आनेतव्यम्. तत्र विकृतेः अन्धः, तस्य ग्रहणेन प्रकृतेः अग्रहणम्. किमर्थं प्रकृतेः अग्रहणं? पुरुषः अन्धः पुरुषः भवति, पुरुषस्य आनन्दः न भवति. आनन्दः न ग्रहीतुं शक्नुमः खलु. पुरुषमानय इति वदति चेत् कोऽपि पुरुषमानतु, कोऽपि पुरुषमानयतु, अन्धः आनन्दः. परन्तु अन्धपुरुष इति लिखितमस्ति चेत् अन्धः एव आनेतव्यं खलु. कोऽपि कमपि पुरुषं न आनयितुं शक्नुमः. ओके, आनन्दपुरुषः न आनेतव्यम्. अतः यत्र से इत्यस्मिन् कार्यं भवति तत्र स्व इत्यस्मिन् अपि तदेव कार्यं भविष्यति. यतोहि प्रकृतौ कार्यमस्ति चेत् विकृतौ अपि भवति. किन्तु कुत्रचित् स्व इत्यस्मिन् केनचित् सूत्रेण कार्यं विधीयते तत् कार्यं प्रकृतौ से इत्यस्मिन् न भवति. इदानीम् अन्धः आनन्दः उदाहरणं ज्ञात्वा इदानीं क्लियर् भवति, स्पष्टं भवति. एवमेव लोटः द्वं प्रति द्वे प्रकृतिः, अतः द्वे इत्यस्मिन् कार्यं भवति चेत् लोटः द्वमपि द्वं प्रति अपि तत् कार्यं भवति. किन्तु लङः द्वं तु मूलद्वं, लङः द्वं प्रति द्वे द्वे विकृतिः न तु प्रकृतिः, अतः द्वे इत्यस्य यत् कार्यं भवति लङः द्वं तत् कार्यं न गृह्णाति. अत्र लङि प्रत्यये द्वम् एव मूलप्रत्ययं, तस्मात् द्वे द्वं प्रति द्वे विकृतिः न तु प्रकृतिः, अतः द्वे इत्यस्य यत् कार्यं भवति ततः लघः द्वं तत् कार्यं न भवति. किमर्थमिति चेत् द्वम् इति प्रकृतिः भवति. तत्र लङ् मध्ये सोपाने तु द्वे कुत्रापि न आगच्छति एव खलु. अपि च ध्वं यथा भवति उक्ति द्वे, तस्य द्वे कृते प्रकृतिः अस्ति, अतः द्वे मध्ये कार्यं लिखितमस्ति तत् उपरि न गच्छति, नाम प्रकृति प्रति न गच्छति. अतः द्वे मध्ये कार्यमस्ति चेत् तत्र मूले ध्वम् अस्ति, तत्र सर्वत्र यत्र ध्वम् अस्ति तत्र न गच्छति, अतः लङ् मध्ये न गच्छति. अवगच्छन्ति वा? लङ् सोपानं न भवति लङि कृते. सोपानमपि नास्ति, परन्तु यदि कोऽपि वदति यत् ध्वं द्वे, यत् मूलं ध्वम् अस्ति तद् द्वे, तस्य प्रकृतिः अस्ति खलु, तत्रापि न भवितुं शक्नोति, यतोहि कार्यं प्रकृतितः विकृतिप्रति गच्छति न तु विपरीतम्. अतः द्वे मध्ये द्वे वदनेन केवलं द्वे, अपि च तस्य विकृतयः ग्रहणं करणीयं, तस्य प्रकृतेः ग्रहणं न भवति, प्रकृतेः ग्रहणं न भवति, अतः मूलध्वं तस्य ग्रहणं न भवति. यतोहि प्रकृतेः अपि ग्रहणं भवति, तर्हि मूलध्वं तस्य अपि ग्रहणं भवति. मूलध्वं यस्य ग्रहणं भवति चेत् सर्वत्र कस्मिन्नपि लकारे सर्वत्र लट् लोट् लङ् विधिलिङ्ग् आत्मनेव लेट् किमपि अस्ति चेत् तत्र सर्वत्र अपि सूत्रस्य कार्यं भवति, तथा न करणीयम्. अवगच्छति वा? अस्तु, तर्हि इदं समाप्तम्. अग्रे रघुपतिमहोदय सन्धिकार्यम्, अग्रे तु किमपि नूतनं नास्ति. सन्धिकार्यं करिचेचनेन प्रथमादेशः भवति खरिपरे ईडियोगर्ते इति अस्ति, तत्र तत्र ईट् योगर्ते भवति, ईट् योगर्ते इति. सुमास्तुः इत्यनेन प्रत्यादौ तस्थाने त् अपि च तस्थाने ठ, ईट् योगर्ते ईट् योगट्टे ईट्टे इति. अत्र वस्तुतः अत्र क्रमः समीचीना नास्ति. प्रथमं स्तुनाष्टुः करणीयम्, अतः प्रथमं ईड् योगः ते, तत्र ते तस्य टे भवति, ईड् योगः टे. तदनन्तरं खरीच इत्यनेन डकारस्य तत्त्वं भवति अग्रिमं, नाम अत्र रूपसमानमेव भवति, परन्तु क्रमस्य पालनं करणीयं, यतोहि अन्य कुत्रापि स्थाने रूपदोषः भवितुं शक्नोति. कुत्र पठति महोदय? सन्धिकार्यं कार्यम् त्रिपाद्य अस्ति खलु, अतः करिच अनन्तरं इदानीम् अहं पठितं लङि द्वं सन्धिकार्यं, सि सन्धिकार्यमस्ति, संस्थिति संस्थ्य अत्र किमष्ट नास्ति तत्र अत्र अस्ति यत्र पठति तत्र अग्रे एव लिखितमस्ति सन्धिकार्यं संस्कृतयोगः तिस्कोस्तं संयोगान्त्योः अन्ते च भवती पी डि एफ् मध्ये अस्ति वा अहं प्रिण्टेड् वर्षन् अस्ति तदेव प्रायः तत्र दोषः अस्ति जालपुटे समीचीनमस्ति इदानीं किमस्ति ईड् योगः ते तस्य रूपं कथं भवति इति तत्र ल्याप्टाप् मृजेर्वृद्धि तदनन्तरं मृजे जनो अधः सि सि भागः तास् लटीसे लोटि पिता मध्यपुरे लङि ध्वं सन्धिकार्यं करि च मैनस् अर् ओल्ड् वर्षन् ओके महोदय पठतु अस्तु सुनाष्टुः इति ईट् योग ईड् योग ते भवति अनन्तरं खरिचे चिन्तने ईट्ठे इति लङि ईड् धातुः अजादित्वात् आट् अजादीनाम् इत्यनेन आडागमः आटस्य तिनवृद्धि आदेशः आयोग ईड् इति अस्ति तत्र ऐड् इति भवति ऐड् इति अङ्गम् अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरि दत्तनियमान् आधारेण रूपं चिन्तनं करोतु अस्तु लटि ईड् ईड् ईड् योगते इति अस्ति ईड् योगते इति अस्ति डकारतकारयोः स्तोः स्तोः नाष्टुः इत्यनेन तत्र तत्र ईड् योग केवलं सुनाष्टुः क्षम्यताम् सुनाष्टुः क्षम्यतां सुनाष्टुः इति अस्तु सुनाष्टुः इति स्तोः एव खलु तत्र स्तोः परन्तु तत् तत् अनुवृत्तिरूपेण आगच्छति सूत्रे अनुवृत्तिरूप आमां सत्यं सूत्रं नास्ति ईड् योग ते ईड् ईड् ईड् टे इति अनन्तरं खरिचेत्तिनेन तत्र चत्वम् ईड् टे इति भवति ईड् योग आते तत्र किमपि नास्ति ईड् योग आते किमपि नास्ति ईडा ईडाते इति रूपम् ईडाते इति अग्रे ईड् योग अते ईडते इति भवति ईड् योग से अस्तु से इति तत्र ईड् जन एकवारं किमस्ति ईड् ईड् जनो ईड् जनो ईड् जनोर्द्वे च इति ईश ईड् जनो अङ्गात् स्वा सार्वधातुकस्य से से च ईड् तत्र तत्र ईडागमः भवति ईडागमः भवति तत्र तर्हि ईड् योग ई योग से ईडि से अनन्तरं षत्वं तत्र ईडि षे इति भवति इण्कोः आदेशपत्योः आदेशपत्योः ईडि षे ईड् योग आते ईडाते इति किमपि नास्ति ईडयोग द्वे इति अस्ति ईड् जन द्वे अत्र ईट् आगमः ईडि ईड् योग ई द्वे ईडि द्वे ईड् योग ए इति अस्ति ईडे इति भवति ईडे ईड् योग वहे वर्णमेल ईड् वहे ईड् महे ईड् महे तत्र ईटे ईडाते ईडते ईडिषे ईडाते ईडिद्वे ईडे ईड्वहे ईडुम ईड् ईड्वहे ईडुमहे सम्यक् लट्लकाररूपाणि सर्वे आगच्छन्ति तर्हि अग्रे मदर् महोदय लोट् लोट् ईड् योगः ताम् ईड् योगः ताम् सुनाष्टुः इत्यनेन ईट् ईड् योगः ता ईड् योग ताम् तदनन्तरं करिच इत्यनेन ईट् ईटाम् ईटाम् ईटाम् ईटाम् ईड् योगः आताम् अत्र किमपि नास्ति अत्र ईटाताम् ईटातम् शृणष्टुः इत्यनेन टकारः अत्र न न न न बहुवचने ईडाताम् द्विवचने ईडाताम् केवलं वर्णमेव ईडाताम् ईडताम् ईडताम् ईड् योगः स्व अत्र ईड् जनोः द्वे च इति सूत्रेण ईडागमः भवति ईडि योगः स्व ईडिष्व अत्र आदेशप्रत्ययोः इत्यनेन शकारः भवति ईडिष्व ईड् योगः आताम् अत्रापि किमपि नास्ति ईडाताम् ईड् योगः द्वम् अत्र ईड जनोर्द्वे च जनोर्द्वे च इत्यनेन इड्डागमः भवति ईडि योगः द्वम् ईडि योगः ईडि ईड् द्वम् ईडि अत्र किमपि न इडागमः अस्ति खलु ईडि द्वम् आम् अत्र किमपि नास्ति वा श्रष्टुः नास्ति नास्ति ईकारः केवलं अष्टमिदम् ईडि द्वम् ईड् योगः ऐ ईडै ईडै अत्र ईडावै ईडामै महे महे ईटाम् ईडाताम् ईडताम् ईडिष्व ईडाधाम् ईडिध्वम् ईडै ईडावहै ईडामहै ईडामहै अस्तु अग्रे कुर्मः मीना महोदय लङ्लकार ईड् योगः स लिङ् लिङ् लङ् लुङ् लिक्षु अजा अजादि अस्ति खलु आडाजि आडजादीनाम् आड आड् योगः ईद् योगः च आडाजादीनाम् आयोगहि ऐ वृद्धि भवति वा केन सूत्रेण आतश्च सम्यक् ऐद् योगः च ऐद् योगः च ऐ योगः करि च इति सूत्रेण ऐट् ऐट् प्रथमं सुनाष्टुः प्रथमं सुनाष्टुः खलु सुनाष्टुः आटश्च खलु आटश्च तु अभवत् आटश्च इति अस्ति इदानीम् ऐड् योगः त मध्ये क्रमेण गत्वा प्रथमं सुनाष्टुः आगच्छति खलु पूर्वत्र सिद्धम् इति सूत्रेण आधिकारेण सुनाष्टुः इति पूर्वसूत्रमस्ति तदनन्तरं करीच वा तकारस्य टवर्ग्यवर्णः ट अस्ति खलु ड नास्ति ऐड् ट ऐड् ट तदनन्तरं खरीच इत्यनेन डकारस्य प्रथमवर्णः ट भवति रूपम् ऐड् कुतः आगच्छति ऐट् तदनन्तरम् अङ्गम् ऐड् अत्र आताम् ऐड् आताम् ऐड् आताम् ऐड् आताम् ऐडत ऐड् ताः ऐड् ताः केन सूत्रेण केन सूत्रेण ऐडथाः भवती किं वदति था स्थाने किं भवति ईदागमः न मया न उक्तम् ईदागमः अत्र नास्ति ऐड् थाः किम् ऐड् थाः ऐड् थाः अस्ति तदनन्तरं सुनास्तुः ऐद् ढाः ढाः किमर्थं महोदय ठकारस्य टर्ग्यवर्णः कः अस्ति क्रमेण ठकारस्य ठकार अस्ति खलु ठकारः अस्ति ऐद् ठाः तदनन्तरं खरे खरीच वा ऐत्थाः ऐत्थाः ऐताः ऐडा ऐडाथाम् ऐड् अत्र ऐड् द्वम् अत्र इदागमः न भवति लङि ऐड् भवति अथवा न भवति न भवति इदागमः न भवति ऐड् द्वम् ऐद्वम् वा ऐड् कार्यं वदतु ऐड् द्वम् तत्र तत्रापि स्तुनाष्टुः भवति ऐड् ढ्वं भवति ऐड् ढ्वं भवति तदनन्तरं करीच करीच कथं भवति इदानीं न जलां जष्टसि ऐड्वम् ऐड्वम् ऐड्वम् ऐड्वम् तदनन्तरम् ऐड् ऐदि ऐद्वहि ऐद्महि सम्यक् तर्हि ऐट ऐडाताम् ऐडत ऐत्थाः ऐडाथाम् ऐढ्वम् ऐढ्वम् ऐडि ऐड्वहि ऐड्महि विधिलिङ्गि तु किमपि नास्ति केवलं वर्णमेलनमेव तर्हि ईडीत ईडीयाताम् ईडीरन् ईडीथाः ईडीयाथाम् ईडीध्वम् ईडीय ईडीवहि ईडीमहि अस्तु तर्हि संशयः नास्ति खलु प्रश्नः अस्ति वा कस्यापि नास्ति महोदय तर्हि अत्र नूतनं कार्यं केवलम् ईड् धनोर्ध्वे इत्यनेन भवति अनन्तरं तु सर्वं केवलं सन्धिकार्यमेव अस्ति अस्तु अग्रे रघुपतिमहोदय अग्रे पठतु अस्तु अन्यच्च ईड् धनोर्ध्वे च ईशः से इत्याभ्याम् एकमेव सूत्रं भवितुमर्हति स्म ईशीडजनान् द्वयोः तदा किमर्थं न कृत पाणिनिना इति अस्तु ईशः से अस्तु अस्य उत्तरे केवलम् उच्यते विचित्रायीसूत्रस्य कृतिः पाणिनेः अत्र से इत्यस्य अनुवृत्तिः द्वे इत्यस्य अपकषः उपरि आयनयनं किमर्थं तथा कृतम् आनन्दार्थम् इति वैयाकरणैः उच्यते अस्तु तर्हि ईशः से इति पूर्वसूत्रमस्ति ईड् धनोर्ध्वे तस्य साक्षात् अनन्तरम् आगच्छति उभयत्र से द्वे भवति ईशः से इत्यतः से तस्य अनुवृत्तिः ईड् धनोर्ध्वे मध्ये गच्छति द्वे तस्य वस्तुतः उपरि न गच्छति खलु सर्वदा अनुवृत्तिः भवति परन्तु अत्र द्वे तस्य अपकषः ईशः से मध्ये भवति अपकषः इत्युक्ते उपरि गच्छति नाम अनुवृत्तिः उपरि गच्छति तर्हि आहत्य उभयत्र ईश मध्ये ईड् जन् मध्ये द्वे से उभयत्र तस्य ईडागमः भवति एतादृशी स्थितिः अस्ति चेत् किमर्थम् एकमेव सूत्रं न करणीय कृतं पाणिन ईड् ईडीश् ईशीडजनां से द्वयोः तर्हि तस्य किमपि उत्तरं नास्ति केवलं आनन्दः इति तत्र तर्हि अनुवृत्ति उपरि अपि आगच्छति इति दर्शयितुम् अनुवृत्तिः उपरि नागच्छति चेत् सूत्रद्वयस्य आवश्यकता अस्ति यतोहि मध्ये केवलं से कृते भवति ईड् जन्म मध्ये सेधे कृते परन्तु अत्र वस्तुतः रूपं दृष्ट्वा वैयाकरणः वदन्ति यत् से तस्य अनुवृत्तिः भवति अग्रे परन्तु द्वे तस्य अपकर्षः अपि भवति उपरि गच्छति कथमस्ति चेत् एकमेव सूत्रं भवितुं शक्नोति परन्तु तथा न कृतं किमर्थं न कृतं विचित्रम् अस्ति किमपि कारणं नास्ति ईशः धातौ अपि द्वे प्रत्यये परे ईदागमः भवति वा सत्यं सूत्रद्वयम् अवश्यं नास्ति अवश्यं नास्ति तदेव अस्तु अग्रे पठामि वा अग्रे पठतु तकारान्तः षष्टि इति धातुः संस्ति संस् धातुः परस्मैपदी स्वप्ने इति निरनुबन्ध धातोः सिद्धिः प्रथमं षत्वं सत्वं क्षम्यतां धात्वादेः सहसः इत्यनेन उपदेश अवस्थायां धातोः आदौ षकारः अस्ति चेत् षकारस्य स्थाने सकारादेशः भवति अनुवृत्तचेत् सूत्रमस्ति धात्वादेः सहसः उपदेशे इति वयं दृष्टवन्तः पूर्वं दात्तादेशः सः इति षष्टि इति अपि अत्र षष्टि इति भवति अत्र अग्रे नुमागमः इदितो नुम् धातोः इदितः धातोः नुम् आगमः भवति इदित् इत्युक्ते इत् यस्य सः इति सम्पूर्णसूत्रमस्ति इदितः धातोः नुम् इति नुमागमः भवति षष्टि इत्यस्मिन् इकारः इत् अस्ति इति कृत्वा तत्र नुमागमः कुत्र भवति इति मिदच्योन्त्यात् परः इति यः आगमः मित् अस्ति सः च सः अचुवर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति मित् अन्तिम अवयवः भवति वर्णसमुदायस्य मित् अन्त्यात् अचः परः अन्तः इति अन्तः अस्तु महोदय तत्र किञ्चित् मम इदानीं पठितवान् पूर्वम् अतः अन्तः इति किमर्थं तत्र दत्तमस्ति अन्तः अवयव इति कुत्रचित् पूर्वं पठितं खलु हा कुत्रापि पठितमासीत् अन्तः इति अचः परः अन्तः मित अन्त्यात् अन्तिमपर्यन्तम् इति किल अन्तिमपर्यन्तं न यत्र लिखितमस्ति खलु अस्मिन् सूत्रे अन्तिम अवयवः भवति इति अस्ति आम् सत्यम् अस्तु षष्टि उपदेशे अनुनासिक इत्यनेन षष्ट् इति भवति धात्वादेशः स इत्यनेन षष्ट् इदितवनं धातोः मिदितो अन्त्यात् परः इत्यनेन संस्ति इति धातुः अस्ति अङ्गकार्यमस्ति उपादायां सकारः लघु इत् लघु इक् इति न अतः अङ्गकार्यं नास्ति संस्थिति अस्ति अस्तु तर्हि अत्र षष्टि इति औपदेशिकधातुः इकारस्य इक् इक् संज्ञा तर्हि षष्ट् धात्वादेशे सहस्र इत्यनेन षकारस्य षष्ट् तत्र इदितो नुम् धातोः अपि अस्ति यतोहि इदित् अस्ति खलु अतः मृच्छन्त्यात् परः इत्यनेन नकार उन्वागमः भूत्वा संस्थिति लोक्यधातु संस्थ संस्थ इति इदानीम् अङ्गकार्यं किमपि नास्ति अत्र अतः साक्षात् सन्धिकार्यं करणीयम् अस्तु मदर् महोदय सन्धिकार्यम् आम् सन्धिकार्यं संस्थ योगः ति कोः संयोगात् योरन्ते च इत्यनेन संस्थ योगः ति सकारस्य लोपो भवति नश्य पदान्तस्य जलि इत्यनेन सत् सन्त् योगः ति अनुस्वारः भवति अनुस्वारस्य ई परसवर्णः इति सन् सन्त् योगः ति भवति तदनन्तरं जरो जरि सवर्णे अतः इत्यनेन विकल्पेन सन्ति वा सन्ति इत् जरो जरे संस्तति अत्र पश्यतु स्कोः सेवगाद्योरन्ते च किमर्थं कार्यं करोति महोदय सकार प्रथमसदस्य सकारः भवति तत् लोपो भवति निमित्तं जलीपरे जलीपरे अतः सकारस्य लोपो भवति सन्त्योगहति तर्हि सकारस्य लोपः सन्त्योगहति नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णः भूत्वा पुनः नकारः सन्त्योगहति यत् झरो झरि सवर्णे सूत्रस्य किम् अस्ति महोदय वदतु एकवारं निमित्तं किं कार्यं हलो हल् उत्तरस्य जर्वर्णः अस्ति चेत् सवर्णजल्वर्णः अस्ति चेत् प्रथम वर्णः लोपो भवति विकल्पेन लोपो भवति विकल्पेन तर्हि हल् वर्णः अस्ति हल् अनन्तरं झर् अस्ति झर् अनन्तरं पुनः सवर्णझर् अस्ति तर्हि ह प्रथमझर् वर्णः अस्ति तस्य विकल्पेन लोपः भवति सन्त्योगः ति अस्ति खलु अत्र नकारः हल् वर्णः अस्ति तदनन्तरं तकारः झर् वर्णः अस्ति तदनन्तरं तकारः पुनः झर् वर्णः अस्ति प्रथमझर् वर्णस्य सवर्णः अपि अस्ति अतः यः नकारोत्तरवर्ति तकारः अस्ति तस्य विकल्पेन लोपः भवति एकस्मिन् पक्षे सन्तति क्षम्यता किं वदति एकस्मिन् पक्षे सन्ति एकस्मिन् पक्षे सन्ति सन्ति तकारद्वयम् अस्तु अग्रे संस्योगः अन्ति नश्च पदान्तस्य जलि इत्यनेन संस्ति संस्योगः अन्ति संस्ति अत्र किमर्थं महोदय सकारस्य लोपः न भवति स्कोसयोगाद्योरन्ते च इति सूत्रेण जली परे नास्ति अत्र अकारः जली नास्ति अकारः अतः नकारस्य नश्चपाञ्जलि सूत्रेण संस्त इति भवति इति यः अनुस्वारः अस्ति खलु महोदय तस्य अनुनासिक तस्य अनुस्वारस्य ये परसवर्ण इति सूत्रेण कार्यं न भवति वा अनुस्वारस्य जल् वर्णः नास्ति अनुस्वार परे अनुस्वारस्य परे जल् जल् तु अस्ति यै वर्णः किमस्ति किं किं भवति किम् उक्तवती यै वर्णः सकारः यै वर्णः नास्ति अतः अनुस्वार एव तिष्ठति संस्तत् संस्तन्ति इति संस्तन्ति संस्तन्ति संस्त योगः मि अत्रापि नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः भवति संयोगः मि संस्त मि संस्त अत्र किमर्थम् अत्र किमर्थं स्कोः सेवकाद्योरन्ते च न कार्यं करोति पुनः मीवर्णः मीवर्णः जल् वर्णः नास्ति जल् वर्णः न अतः सम्यक् वा महोदय सम्यक् अत्र देयं किमर्थं संस्त्वि इमानि सूत्राणि न प्रवर्तनीयानि स्कोः संयोगारन्ते च अनुस्वारस्य ई परसवर्णः जरो जरि सवर्णे आम् अस्तु संस्ति संस्ति तर्हि संस्ति अस्तु अग्रे पठतु लङ्घि लङ्घि हल् न्याभ्यो दीर्घात् श्रुतिसम्पृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः अनेन लङ्घि तकारलोपः सकारलोपः च तदनन्तरं संस् असंस् योगः तकारः असंस् असंस् स्कोः संयोगात् अन्ते च इत्यनेन सकारस्य लोपः असन्त् तदनन्तरं संयोगान्तस्य लोपः असन् तकारस्य लोपः तकारस्य लोपः न अस्तु अस्तु तर्हि असंस्त इति अस्ति अग्रे तकारस्य लोपः कथं भवति संयोगान्तस्य लोपः संयोगान्तस्य तर्हि अत्र प्रश्नः उदेति खलु हल्न्याभ्यो दीर्घात् इत्यनेन तकारस्य लोपः तु भवति तर्हि असंस्त इति भवति तदनन्तरं स्कोः संयोगाभ्योरन्ते च इति सूत्रेण सकारस्य लोपः इति लिखितम् असन्त् इति अस्ति तदनन्तरं तकारस्य लोपः संयोगान्तस्य लोपः तर्हि वस्तुतः पूर्वत्र सिद्धं वदति असयोग स्कोः संयोगाभ्योरन्ते च इति परसूत्रमस्ति तर्हि किमर्थं प्रथमः संयोगान्तस्य लोपः कार्यं न करोति अनन्तरं स्कोः संयोगाभ्योरन्ते च कार्यं न करोति इति खलु असंस्त संयोगान्तस्य लोपः इति कार्यं प्रथमं करोति चेत् किं भवति तकारस्य लोपः भवति किं भवति असंस् खलु असंस् असंस् सकारः समीचीनं तत्तु समीचीनं रूपं नास्ति असंस् इति नास्ति तर्हि किमर्थम् एतादृशं कार्यं करणीयम् अग्रे पठतु अत्र प्रश्न अत्र कश्चन प्रश्नः उदेति असंस् इति स्थित्यां पदान्ते संयोगान्तस्य लोपः स्कोः संयोगान्ते च इति द्वयोः अपि प्रसक्तिः सूत्रद्वयं त्रिपदाद्याम् अतः किमर्थं न पूर्वत्र सिद्धम् इत्यनेन परशास्त्रम् असिद्धम् असिद्धत्वात् संयोगान्तस्य लोपः तत्र भवेत् उत्तरम् अस्ति यत् पदान्ते संयोगान्त्योरन्ते च इति सूत्रं संयोगातस्य लोपः इत्यस्य अपवादः यत्र पदान्तसंयोगे प्रथमसदस्यस्य सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते संयोगान्त स्कोः संयोगान्त्योरन्ते च इदा निरवकाशः भवति अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगान्त्यन्ते च इत्येव प्रवर्तनीया भवति पूर्वत्र सिद्धम् इत्यस्यापि अपवादः किम् आगच्छति वदतु संयोगान्तस्य लोपः अस्य सूत्रात् निमित्तमस्ति पदान्ते इति निमित्तं स्वोः संयोगान्तान्ते च इत्यपि सूत्रस्य अपि पदान्ते निमित्तमस्ति परन्तु यदि संयोगान्तस्य लोपः इति भवति चेत् स्कोः संयोगान्ते च इति सूत्रं निरवकाशः भवति तदर्थमेव प्रथमं एतस्य कार्यं करणीयम् अपवादत्वेन अत्र पूर्वत्र सिद्धस्य इत्यस्य अपि अपवादः तर्हि पश्यतु संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः केवलमस्ति पदान्ते स्कोः संयोगाद्योरन्ते च इति सूत्रस्य झलिपरे अपि अस्ति पदान्ते अपि अस्ति अतः झल्परे अस्ति चेत् तु प्रश्नः एव नास्ति यतोहि तत्र संयोगान्तस्य लोपः कार्यं न कर्तुं शक्नोति परन्तु असंस्त मध्ये पदान्ते अस्ति अत्र संयोगान्तस्य लोपः अपि कार्यं कर्तुं शक्नोति यतोहि पदान्ते संयोगः अस्ति न सत इति तदनन्तरं संयोगान्तस्य लोपः अपि कार्यं कर्तुं शक्नोति यतोहि पदान्ते संयोगः अस्ति सत अत्र प्रश्नः अस्ति यत् संयोगः कः अस्ति न सत अस्ति सत अस्ति उत्तरमस्ति न सत अपि संयोगः अस्ति सत अपि संयोगः अस्ति यत्र यस्य प्रसक्तिः तत्र तस्य ग्रहणं संयोगान्तस्य लोपः इति अपि कार्यं कर्तुं शक्नोति यतोहि अन्ते संयोगः अस्ति तेन यदि कार्यं भवति चेत् प्रथमं तकारस्य लोपः भवति स्कोः संयोगाद्यति कार्यं कर्तुं शक्नोति यतोहि स त इति अस्ति खलु संयोगः अन्ते तस्य प्रथमवर्णः अस्ति अतः तस्यापि लोपः भवितुं शक्नोति नाम प्रथमतया तकारस्य लोपः करणीयः अथवा सकारस्य लोपः करणीयः इति प्रश्नः अस्ति उत्तरं लिखितमस्ति यत् पदान्ते एकस्मिन्नेव समये स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः कार्यं कर्तुं शक्नुतः तर्हि तत्र स्कोः संयोगाद्योरन्ते इति अपवादत्वेन प्रथमं कार्यं करोति यतोहि अत्रापि संयोगान्तस्य लोपः यदि कार्यं करोति चेत् अत्र असंस्थमध्ये तकारस्य लोपः भवति चेत् असंस् इति भवति खलु अत्र अत्र स्कोः संयोगाद्योरन्ते च निरवकाशः भवति यतोहि इदानीं कथं कार्यं भवति सकारः तत्र सकारानन्तरं तु संयोगः एव नास्ति अतः निरवकाशः भवति तथा मा भूत् अतः स्कोः संयोगाद्योरन्ते च प्रथमं कार्यं करोति अत्र अपवादत्वेन तदनन्तरं इदानीमपि अपवादत्वेन नाम अत्र किम् अपवादत्वेन स्वः संयोगाद्योरन्ते च कार्यं करोति अत्र पूर्वतसिद्धं तस्यापि अपवादः भवति खलु यतोहि पूर्वतसिद्धं किं वदति पूर्वसूत्रं प्रथमं कार्यं करोति परन्तु अत्र परसूत्रं प्रथमं कार्यं करोति अपवादत्वेन अतः पूर्वत्र सिद्धं तस्य अपि अपवादं भवति पूर्वतसिद्धं तस्य अपि अपवादः भवति चेत् इदानीं परसूत्रं किं पूर्वसूत्रं किम् उभयोः कार्यं कर्तुं शक्नुतः प्रसक्तिः अस्ति चेत् अतः स्कोः संयोगाद्योरन्ते च इति अपवादत्वेन प्रथमं कार्यं करोति अतः तत्सूत्रं प्रथमं कार्यं करोति अतः पूर्वत्र सिद्धं तस्य अपि अपवादत्वं भवति पूर्वसिद्धं तस्यापि अपवादत्वं भवति चेत् किं परसूत्रं कं पूर्वसूत्रं यस्य यत्र यस्य प्रसक्तिः तत्र तत्र कार्यं करोति अतः स्कोः संयोगाद्योरन्ते च तत्र तदनन्तरम् अपि यतोपि इदानीं कार्यसिद्धत्वात् संयोगान्तस्य लोपः कार्यं न कुर्यात् परन्तु पूर्वत्र सिद्धं तस्य अपि अपवादः भवति चेत् सः तत्सूत्रं कार्यं कर्तुं शक्नोति अतः संयोगान्तस्य लोपः तस्य प्रसक्तिः इदानीमपि अस्ति खलु यतोहि अन्ते न तस्य संयोगः अस्ति अतः सकारस्य लोपः कृत्वा असन् इति रूपम् अवगच्छन्ति वा आं महोदय आं महोदय तर्हि असन् इति रूपं भवति अस्तु तर्हि अग्रे पठतु अन्यप्रश्नः अन्यप्रश्नः उदेति किमर्थं न पूर्वमेव अस्य पदान्तस्य जलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त् तदा स्कोः संयोगान्ते च इत्यनेन असन्त् तदा अनुस्वारस्य ई परसवर्णः इत्यनेन नकारः असन्त् तदा पूर्वत्रासिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्दित्य इत्येव स्यात् उत्तरम् अस्ति यत् अस्मिन् क्रमे नश्यपदान्तस्य जलि इत्यस्य अवसरः न भवति एव परसूत्रात् नावगतं महोदय अत्र प्रश्नः पूच् अस्ति यत् नश्चपदान्तस्य झलि इति प्रथमम् आगत्य असन्तमध्ये नकारस्य अनुस्वारः भूत्वा असन्त भवति तदनन्तरम् अनुस्वारस्य ये परसवर्णः इत्यनेन असन्त भवति तर्हि इदं किमर्थं न भवति तत्तु अत्र तु अस्माकं भ्रमः एव नास्ति खलु नश्चपदान्तस्य झलि इति प्रथमतया न आगन्तुं शक्नोति यतोहि पूर्वत्र सिद्धम् इत्यनेन स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इति पूर्वसूत्रे स्तः खलु अतः तयोः प्रसक्तिः अस्ति चेत् तयोः कार्यं प्रथमं करणीयं तदनन्तरमेव नश्चापदान्तस्य झलि तस्य प्रसक्तिः आगच्छति यतोहि तत्तु परसूत्रमस्ति अतः स्कोसयोगाद्योरन्ते च संयोगाद्योस्य लोपः इति कार्यं प्रथमं भवति तदनन्तरं नश्चापदान्तस्य झलि इति भवति प्रसक्तिः अस्ति चेत् तदनन्तरम् अन्य तर्हि अतः स्कोसयोगाद्योरन्ते च संयोगान्तस्य लोपः कार्यं प्रथमं भवति असन् इति रूपं भवति इदानीम् असन् इति भवति तदनन्तरं तु किमपि न अवशिष्टम् नश्चापदान्तस्य झलि कार्यं न कर्तुं शक्नोति, यतोहि इदानीं नकारः पदान्ते नास्ति, नाम अपदान्ते नास्ति, पदान्ते अस्ति खलु, अतः सूत्रस्य प्रसक्तिः एव न भवति, असन् एव तिष्ठति. समाप्तम्. तर्हि यत्र यत्र सूत्रस्य क्रमेण एव यत्र प्रसक्तिः भवति तत् तथा एव कार्यं भवति. यदि सूत्रस्य क्रमेण कृत्वा प्रसक्तिः न भवति तर्हि कार्यं न करणीयं. प्रथमतया नश्चापादझलि, तदनन्तरं स्कोहसंयोगाद्योरन्ते च इति तु न भवितुं शक्नोति खलु. प्रथमतया स्कोहसंयोगाद्योरन्ते च संयोगान्तस्य लोपः, तयोः प्रसक्तिः द्रष्टव्या. प्रसक्तिः अस्ति, तस्य कार्यं भवति. तदनन्तरं क्रमेण गत्वा नश्चापदान्तस्य झलि, यदि तस्य प्रसक्तिः इदानीम् अपि अवशिष्यते तर्हि तत् कार्यं भवति. परन्तु अत्र असन् एकवारं भवति, तदनन्तरं नकारः पदान्तमस्ति, अतः नश्चापदान्तझलि इति सूत्रस्य प्रसक्तिः न अवशिष्यते, तर्हि अतः अनुस्वारः कुत्रापि न आगच्छति, अतः असन् एव तिष्ठति इति अस्ति. सर्वे आगच्छन्ति वा? आं महोदय. तत्र एकवचने सन्ति अस्ति, अतः बालकः सन्ति इति सम्यक् एव. सम्यक्, बालकः सन्ति नाम बालकः स्वपिति स्वप्नि. तर्हि सौन्दर्यमस्ति खलु, बालकः सन्ति, बालकाः अपि सन्ति. बालकाः सन्ति इति वक्तव्यम् इति न वक्तुं शक्यते. न, बालकाः सन्ति इति अपि समीचीनं, बालकः सन्ति इति अपि समीचीनम्. आमां, बालकाः सन्ति, बालकाः सन्ति, अर्थभेदः. वर्गे बालकाः सन्ति, तेषु एकः बालकः सन्ति. हा, तेषु बालकः एकः सन्ति. सन्ति, अन्ये सर्वे पठन्ति. सम्यक्. अस्तु, तर्हि प्रश्नः नास्ति चेत् इदानीं विरमामः. अग्रिमरविवासरे रूपिणी कुर्मः. लट् लोट् लङ् विभिः धातुः अस्ति, संस्कृति. तदनन्तरम् अग्रे अद् धातुः अस्ति. बहवः धातवः सन्ति इदानीमपि. प्रत्येकधातोः मध्ये किञ्चित् नूतनमस्ति, परन्तु अन्य बहु किमपि केवलं सन्धिकार्यमेव अस्ति. अतः चिन्ता मास्तु, किञ्चिदेव नूतनं, परन्तु अन्य सर्वं सन्धिकार्यम् इति. धन्यवादः. अस्तु, तर्हि इदानीं विरमामः. शुभरात्रिः. धन्यवादः.